पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 35 शेष उवाच प्राप्यतं वाजिनं राजा शत्रुघ्नो राक्षसैर्हृदम् अत्यन्तं हर्षमापेदे पुष्कलेन समन्वितः रुधिरैः सिक्तगात्रास्ते योधा लक्ष्मीनिधिस्तथा रणोत्साहेन संयुक्तं प्रशशंसुर्महानृपम् अदे तस्मिन्महादैत्ये विद्युन्मालिनिदुर्जये सुराः सर्वे भयं त्यक्त्वा सुखमापुर्मुने महद नद्यस्तु विमला जादा रविस्तु विमलोऽभवद वादा वभुः सुगन्धोद सिक्ता विमलशुष्मिणः सन्नद्धास्ते महावीरा रथस्था विमलाङ्गकाः राजानमूचुस्ते सर्वे जयलक्ष्म्या समन्विताः वीराऊजुः दिष्ट्याहदस्त्वया दैत्यो विद्युन्माली महामदे यद्भयास्त्रासमापन्नाः सुराः स्वर्गान्निराकृताः दिष्ट्या प्राप्तो महावाजी रघुनाथस्य शोभनः दिष्ट्या गन्तासि सर्वत्र जयं तु क्षिदिमण्डले स्वामिन् मुञ्चत्विमं वाहं मनोवेगं मनोरमं समयस्य विलम्बो मा भवत्वत्र महामदे शेष उवाच यदि श्रुत्वा तु तद्वाक्यं वीराणां समयोजितं साधु साधु प्रशस्यैतान् मुमोच हयसत्तमं समुक्तश्चोत्तरामाशां बभ्रामाध सुरक्षितः रथपतिहयश्रेष्ठैः सर्वशस्त्रास्त्रकोविदैः तत्र यद्वृत्तमेदस्य शत्रुघ्नस्य मनोहरं वात्स्यायन शृणुष्वैदत्पापराशिप्रदाहकं रेवादीरमथप्राप्तो मुनिवृन्दनिषेवितं नीलरत्नसमूहस्य रस किं दुपयोमिषाद तां स्तान् मुनिवरान् सर्वान् प्रणमं चूरसेविदः जगाम हयरत्नस्य पृष्ठदकामगामिनः गच्छंस्तत्राश्रमं जीर्णं पलाश पर्णनिर्मितं रेवाया जलकल्लोलैः सिक्तं पापहराश्रयं तं दृष्ट्वा सुमतिं प्राह सर्वज्ञं नयकोविदं शत्रुघ्नः सर्वधर्मार्थ कर्मकर्तव्यकोविदः राजोवाच मन्त्रिन् कथय कस्यायमाश्रमपुण्यदर्शनः विचार चतुरश्रेष्ठ वदैतन्मम पृच्छद शेष उवाच इति वाक्यं समाकर्ण्य सुमदिप्राहतं नृपं विशदस्मेरया वाच दर्शयन्नात्मसौहृदं सुमतिरुवाच यनं दृष्ट्वा महाराज धूतपापा वयं खलु भविष्यामो मुनिश्रेष्ठं सर्वशास्त्रपरायणं तस्मान्नत्वा तमापृच्छ सर्वं ते कथयिष्यति रघुनाथ पदाम्भोजमकरन्दादिलोलुपः नाम्ना त्वारण्यकं ख्यातं रघुनाथाङ्घ्रिसेवकम् अत्युग्रतपसा पूर्णं सर्वशास्त्रार्थकोविदम् इति श्रुत्वा तु तद्वाक्यं धर्मार्थपरिबृंहितं जगाम तमधो द्रष्टुं स्वल्पसेवकसंयुतः हनुमान् पुष्कलो वीरसुमतिर्मन्त्रिसत्तमः लक्ष्मीनिधिप्रतापाग्र्यसुबाहुः सुमदस्तथा ये दैपरिवृतो राजा शत्रुघ्नः प्रापदाश्रमं नमस्कर्तुं द्विजवरमारण्यकमुदारधीः गत्वा तं तापसश्रेष्ठं नमस्कारमधाकरोत् सर्वैस्तैः सहिदो वीरैर्विनयानदकन्धरैः तान् दृष्ट्वा सन्नदान् सर्वान् चतुर्घ्नप्रमुखान् नृपान् अर्घ्यपाद्यादिकं चक्रे फलमूलादिभिस्तदा उवाच तान् नृपान् सर्वान् भवन्तः कुत्र सङ्गताः कथमत्र समायातास्तत्सर्वं वदतानखाः तच्छ्रुत्वा वाक्यमेदस्य मुनिवर्यस्य वाडव सुमधिकथयामास वाक्यं वादविचक्षणः सुमधिरुवाच रघुवंशनृपस्यायमश्वो वै पाल्यते किलैः यागं करिष्यते वीरसर्वसम्भारसम्भृतम् तच्छ्रुत्वा वचनं तेषां जगादमुनिसत्तमः दन्तकान्त्याखिलं घोरं तमो निर्वारयन्निव आरण्यक उवाच किं यागैर्विविधैरन्यैः सर्वसंभारसम्भृतैः स्वल्पपुण्यप्रदैर्नूनं क्षयिष्णुपददात्रिभिः मूढो लोको हरिं त्यक्त्वा करोत्यन्यसमर्चनं रघुवीरं रमानाथं स्थिरैश्वर्यपदप्रदं यो नरैस्मृतमात्रोऽपि हरदे पापपर्वतं तं मुक्त्वा क्लिश्यते मूढो यागयोगव्रतादिभिः अहो पश्यत मूढत्वं लोकानामधिवञ्चितम् सुलभं रामभजनं मुक्त्वा दुर्लभमाचरेत् सकामैर्योगिभिर्वापि चिन्त्यते कामवर्जितैः अपवर्गप्रदं नृणां स्मृतमात्राखिलाखहं पुराकं तत्त्ववित्सायां ज्ञानिनं सुविचारयन् अगमं बहुतीर्थानि तत्त्वं कोऽपि न मे दिशद तदैकं हि महद्भाग्यात् प्राप्तं वै लोमशं मुनिं स्वर्गलोकात् समायातं तीर्थयात्रा चिकीर्षया तमसं प्रणिपत्याथ पर्यपृच्छं महामुनिं महायुषं महायोगि संसेवितपदद्वयम् स्वामिन्मयाद्यमानुष्यं प्राप्तमद्भुतदुर्लभं संसारकोरजलधिं किं कर्तव्यं तिदीर्षुणा विचार्य कथयत्वं तद्व्रतं दानं जपोमखः देवो वा विद्यदेयो वै संसृत्यम्भोधितारकः यज्ञात्वा संसृतिं घोरां तरामि त्वत्कृपाब्धितः तन्मे कथय योगेश सर्वशास्त्रार्थपारक इति मद्वाक्यमाकर्ण्य जगादमुनिसत्तमः शृणुष्वैकमना विप्रश्रद्धया परयायुधः सन्धिदानानि तीर्थानि व्रतानि नियमायमाः योगा यज्ञास्तथानेके वर्तन्ते स्वर्गदायकाः परं गुह्यं प्रवक्ष्यामि सर्वपापप्रणाशनं तच्छृणुष्व महाभाग संसाराम्भोधितारकं नास्ति कायन वक्तव्यं न चाश्रद्धालवे पुनः निन्दकाय शठायापि न देयं भक्तिवैरिणे रामभक्ताय शान्ताय कामक्रोधवियोगिने वक्तव्यं सर्वदुःखस्य नाशकारकमुत्तमम्। रामान्नास्ति परो देवो रामान्नास्ति परं व्रतं न हि रामात्परो योगो न हि रामात्परो मखः। तं स्मृत्वा चैव जप्त्वा च पूजयित्वा नरः परं प्राप्नोति परमामृद्धिमैहिका मुष्मिकीं तथा। संस्मृतो मनसा ध्यात सर्वकामफलप्रदः ददाति परमां भक्तिं संसाराम्भोधितारिणीं। स्वपाकोऽपि हि संस्मृत्य रामं यादि परां गतिं। ये वेदशास्त्रनिरतास्त्वा दृशास्तत्र किं पुनः। सर्वेषां वेदशास्त्राणां रहस्यं ते प्रकाशितं समाचर तथा त्वं वै यथा स्यात् ते मनीषितम्। एको देवो रामचन्द्रो व्रतमेकं तदर्चनं मन्त्रोऽप्येकश्च तन्नाम शास्त्रं तद्येव तत्स्तुतिः। तस्मात् सर्वात्मना रामचन्द्रं भजमनोहरं यथा गोष्पदवत्तुच्छो भवेत् संसारसागरः। श्रुत्वा मया तु तद्वाक्यं पुनः प्रश्नमकारिषं कथं वा ध्यायते देवः कथं वा पूज्यते नरैः। कथयस्व महाबुद्धे सर्वज्ञ मम विस्तराद यज्ञात्वाहं कृतार्थस्यां त्रिलोक्यां मुनिसत्तम। यतश्रुत्वा तु मद्वाक्यं विचार्य सतुलोमशः कथयामास मे सर्वं रामध्यानपुरःसरम्। शृणु विप्रेन्द्र वक्ष्यामि यत्पृष्टं तु त्वया नख यथा तुष्येद्रमानाथ संसारज्वरदाहकः। अयोध्यानगरे रम्ये चित्रमण्डपशोभिते ध्यायेत् कल्पतरोर्मूले सर्वकामसमृद्धिते। महामरकदस्वर्णनीलरत्नादिशोभितं सिंहासनं चित्तहरं कान्त्या तामिश्रनाशनं। तस्योपरि समासीनं रघुराजं मनोरमं दुर्वादलश्यामतनुं देवदेवेन्द्रपूजितं। राकायां पूर्णशीतांशु कान्तिधिक्कारिवक्त्रिणम् अष्टमी चन्द्रशकलसमभालाधिधारिणम् नीलकुन्तलशोभाढ्यं किरीटमणिरञ्जितं मकराकारसौन्दर्यकुण्डलाभ्यां विराजितं विद्रुमच्छविसत्कान्तिरदच्छद विराजितं तारापतिकराकार द्विजराजि सुशोभितं जपापुष्पाभयां माध्व्या जिह्वया शोभिताननं यस्यां वसन्ति निगमा मृगाद्याशस्त्रसंयुताः। कम्बुकान्तिधरग्रीवा शोभया समलङ्कृतं सिंहवदुच्चकौ स्कन्धौ मांसलौ बिभ्रदं वरं बाहूदधानं दीर्घाङ्गौ केयूरकटकाङ्कितौ मुद्रिकाक्षीर शोभाभिर्भूषितौ जानुलम्बिनौ। वक्षोदधानं विपुलं लक्ष्मीवासेन शोभितं श्रीवत्सादिविचित्राङ्गैरङ्गितं सुमनोहरं महोदरं महानाभिं शुभकट्या विराजितं काञ्च्या वै मणिमत्या च विशेषेण श्रियान्वितम्। ऊरुभ्यां विमलाभ्यां वै जानुभ्यां शोभितं श्रिया चरणाभ्यां वज्ररेखा यवां कुशसुरेखया युधाभ्यां योगिध्येयाभ्यां कोमलाभ्यां विराजितं ध्यात्वा स्मृत्वा च संसारसागरं त्वं तरिष्यसि तमेव पूजयन्नित्यं चन्दनादिभिरिच्छया प्राप्नोति परमामृद्धिमैहिका मुष्मिकीं पराम् त्वया पृष्टं महाराज रामस्य ध्यानमुत्तमं तत्ते कथितमे दद्वै संसारजलधिं तर इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे आरण्यकोपाख्याने लोमशारण्यकसंवादो नाम पञ्चत्रिंशत्तमोऽध्यायः ॐ